अस्तु, तर्हि गते सप्ताहे वयं नूतनविषयः आरम्भं कृतवन्तः. तस्य परिचयः किञ्चित् प्राप्तवन्तः, वयं तदस्ति ज्ञानम् इति. तत्र कोऽपि स्मरति वा तत्र ज्ञानविषये किञ्चित् वक्तुं शक्नोति वा? रामप्रिया भगिनी किञ्चित् वदति वा ज्ञानमित्युक्ते किम्? अयं घटः इत्युक्ते ज्ञानम् अस्ति, घटः विषयः अस्ति, विषये विषयता अस्ति. अयं घटः इति ज्ञाने विषयी अस्ति. अयं घटः इति एकक्षणं, अयं घटः इति ज्ञानो विषयी अस्ति वा? ज्ञानं विषयी अस्ति, विषयी विषयिता अस्ति. हा, अति उत्तमं. तर्हि ज्ञानं किमर्थं विषयी अस्ति? तस्मिन् विषयः अस्ति, तत्कारणात् तत् विषयी अस्ति. हा, अति उत्तमं भगिनी, अति उत्तमं. तर्हि ज्ञानं विषयी अस्ति, विषयिणी अथवा ज्ञाने विषयिता. तर्हि इदानीं कीदृशी विषयता इति प्रश्नः उदेति चेत् तस्य उत्तरं किं भवितुम् अर्हति? सुनील् महोदय, भवान् वदति वा? कीदृशी विषयता वा? विषयता, सत्यं. तत्र चित्रं मनसि स्यात्, तत्र विषयः इति वामतः, तस्य उपरि विषयता, ज्ञानम् अथवा विषयी इति दक्षिणतः, तस्य उपरि विषयिता इति. तथा अस्ति चेत् तत्र बहु अतीव सरलं भवति. ज्ञाननिष्ठ विषयितानिरूपित घटनिष्ठ विषयता. घटनिष्ठविषयता अथवा, सत्यम्, अति उत्तमं. तर्हि बालसुब्रह्मण्यमहोदय, विषयिता इति तस्य निरूपणं करोति वा? विषयिता इति घटनिष्ठविषयतानुरूपित ज्ञाननिष्ठविषयिता. हा, अतिसुन्दरम्, अतिसुन्दरं. पण्डिताः दृश्यते. अस्तु, तर्हि ज्ञानम् इति गुणः खलु, ज्ञानमिति गुणः कुत्र अस्ति? आत्मने अस्ति. आत्मनि अस्ति, अति उत्तमं. तर्हि आत्मा इति किं वक्तुं शक्नुमः? अन्यनामकरणं किमपि कृतं खलु वयं. आत्मा इति गुणी अस्ति. किमर्थं गुणी अस्ति? द्रव्यगुणगुणिनोः सम्बन्धः अस्ति. गुणगुणिनोः सम्बन्धः तु अस्ति, परन्तु आत्मा इति किमर्थं गुणि इति वदामः? ज्ञानमिति गुणः तस्मिन्. अति उत्तमं. तत्र इणि प्रत्ययः अस्ति खलु, तत्र यस्य यस्मिन् यस्मिन् वा इति, अस्य अस्मिन् वा इति विषये वक्तुं शक्नुमः. गुणः अस्मिन् अस्ति इति गुणि. अति उत्तमं. तर्हि तदनन्तरं किञ्चित् अन्य विषयमपि दृष्टवन्तः खलु, तत्र यज्ञदत्तः आसनम् इति यदा वदामः चेत्, तत्र यज्ञदत्तः इति नित्यं सर्वदा तत्र आदेयः एव, आसनम् इति नित्यम् आधारः. तर्हि तत्र आधार आदेयभावः यदस्ति, तत् कीदृशः भावः? वृत्तिनियामकसम्बन्धः. उत्तमं. तत्र वृत्तिनियामकसम्बन्धः इत्युक्ते किं, किञ्चित् वक्तुं शक्नोति वा? यत्र आधार आदेयं निश्चयम् अस्ति, तत् वृत्तिनियामकसम्बन्धः. यदा यङ्यदत्तः आसने उपविशति इत्युक्ते आधारम् आदेयं निश्चयम् अस्ति. किम् अत्र वृत्तिः इत्युक्ते कः? आदेयः. वृत्तिः इत्युक्ते आदेयः. यत्र आदेयः नियामकमस्ति इत्युक्ते निश्चितम् अस्ति, तत्र यत्र तत्र आधार आदेयः भावः न परिवर्तते, तत्र नित्यम् आधारः आधारः एव तिष्ठति, आदेयः अपि तथा, तत्र वृत्तिनियामकसम्बन्धः इति उच्यते. अस्तु, इतोपि एकः सम्बन्धः दृष्टवन्तः खलु, तत् किम् अन्य कोऽपि वक्तुं शक्नोति वा रामप्रिया भगिनीं विहाय? विषयतः न न, वृत्तिनियामकसम्बन्धः इति एकः, वृत्ति अनियामकसम्बन्धः. हा उत्तमं, वृत्ति अनियामकसम्बन्धः. वृत्ति अनियामकसम्बन्धः इत्युक्ते किम्? कुत्र वायुः घटे अस्ति, घटः वा वायुः अस्ति, तादृश. हा सत्यं सत्यम्, आकाशः वा वायुः वा तत्र निश्चयं न. तत्र कः किं निश्चयं नास्ति अत्र? विषयः ज्ञानः न न, विषयः ज्ञानमिति विषयं नास्ति खलु अत्र. तत्र वृत्तिनियामकसम्बन्धः इत्युक्ते रामप्रिया भगिनी उक्तवती खलु, तत्र आधार आदेयः यदस्ति तद् निश्चितमस्ति इति. वृत्ति अनियामकसम्बन्धः इत्युक्ते तत्र सुनीलमहोदय उदाहरणम् उक्तवान् खलु, घटः आकाशे अथवा आकाशः घटे इति, तत्र कस्य अनियामकमस्ति अत्र? आधारादेय. तर्हि तत्र आधार आधारः अपि च आदेयः निश्चितं नास्ति खलु तत्र? अस्तु, तत्र यदा अस्माकम् इदानीं तत्र ज्ञानं विषयः इति इतोपि एकः उदाहरणं, तस्य एकम् उदाहरणं वृत्ति अनियामकसम्बन्धस्य एव. तर्हि तत्र ज्ञाने विषयः अस्ति, अपि च विषये ज्ञानम्. संहिता भगिनी, पुटसङ्ख्या किं? पृष्ठसङ्ख्या 32 पुटे स्मः इदानीं, परन्तु इदानीं तु किञ्चित् पुनःस्मरणमेव. वृत्तिनियामिकसम्बन्धः इति प्रायः पुस्तके नास्ति भगिनि, यद्वयं गतसप्ताहे कक्षायां चर्चितवन्तः. अस्तु, अस्तु, अहं विस्मृतवती, न चिन्ता नास्ति, तदर्थमेव पुनःस्मरणं भवति खलु. तर्हि यत्र ज्ञानमस्ति तत्र विषयः इति वक्तुं शक्नुमः. तर्हि चिन्तयतु, तत्र किमपि जगति तु यानि वस्तूनि सन्ति तानि सर्वाणि तु पदार्थाः एव, परन्तु तत्र वस्तु तु अस्ति, परन्तु सर्वस्य प्रथमं तु अस्माकं ज्ञानं नास्ति, अपि च तत्र वस्तु अस्ति इत्युक्ते तद्विषयः इति वक्तुं न शक्नुमः. किमर्थं चेत् ज्ञाने यदस्ति तदेव विषयः. तर्हि यत्र ज्ञानमस्ति तत्र एव विषयः. ज्ञानं नास्ति चेत् तत्र विषयः इति कथं वक्तुं शक्नुमः खलु. तर्हि तत्र ज्ञानं नास्ति चेत् विषयः न, अपि च विषयः नास्ति चेदपि ज्ञानं नास्ति. तर्हि तत्र तादृशसम्बन्धः अस्ति ज्ञानविषयोः मध्ये, तत्र द्वौ अपि अपेक्षितौ स्तः. तर्हि तदर्थमेव ज्ञानं विषयस्य आधारः अस्ति, अपि च विषयः ज्ञानस्य, तदर्थमेव अत्र वृत्ति अनियामकसम्बन्धः इति वदामः. स्पष्टम्? अत्र इतोपि एकः विषयः अपि आसीत्, तत्र पितृत्वं पुत्रत्वम् इति स्वनिरूपित इति दृष्टवन्तः खलु. तत्र जगति बहवः पितरः सन्ति, अपि च बहवः पुत्राः अपि. सर्वेषां पुत्राणां यः पिता अस्ति सः तु सर्वेषां पुत्राणां पिता इति न, तथैव तत्र यः पुत्रः अस्ति सः सर्वेषां पितॄणां पुत्रः इति अपि नास्ति खलु. तर्हि तत्र स्वनिरूपितसम्बन्धः इति उक्तवन्तः. तर्हि तत्र पितरि पितृत्वम् अस्ति, पुत्रे पुत्रत्वं. तर्हि पितृत्वं कीदृशः इत्युक्ते पुत्रनिष्ठपुत्र, वदतु महोदय. स्वनिरूपितपितृत्वः एतत् सदृशं स्वनिरूपित पुत्रत्वः. सत्यं सत्यं. तर्हि तत्र पुत्रे पित्रा स्वनिरूपितपुत्रत्वसम्बन्धः अस्ति खलु. तर्हि तदर्थमेव कः कस्य पुत्रः अथवा कः कस्य पिता इति वक्तुं शक्नुमः. तथैव पुत्रेण स्वनिरूपितपुत्रत्वसम्बन्धः अस्ति पितरि. स्मरति वा? अस्तु, राजी भगिनी स्पष्टं वा? अहं किञ्चित् स्मरणं कर्तुं प्रयत्नं करोमि भगिनि, अहं विस्मृतवती अतः. चिन्ता नास्ति भगिनि, चिन्ता नास्ति. तत्र पिता चिन्तयतु, तत्र पुनः चित्रं चिन्तयतु मनसि अथवा रचयतु मनसि तथा कर्तुं न शक्नोति चेत्. तत्र पिता इति वामतः अधोभागे, पुत्रः इति दक्षिणतः अधोभागे. पितरि किम् अस्ति? पितरि पितृत्वम् अस्ति. पितृत्वं. पुत्रे? पुत्रे पुत्रत्वम् अस्ति. अस्ति. तर्हि तत्र पुत्रत्वं कीदृशः कीदृशम् इति प्रश्नः उदेति चेत् तत्र तस्य उत्तरं किम्? पुत्रनिष्ठ पुत्रत्वं पुत्रत्वं कीदृशम् इति प्रश्नः अस्ति चेत् पितृत्वं निष्ठ पितृनिष्ठ पितृनिष्ठ पितृत्वं पितृत्वं निरूप स्वनिरूपित पुत्रनिष्ठ पुत्रनिष्ठ पुत्र पुत्रत्वं खलु. एतत्तु वयं वारं वारं कृतवन्तः एव, यथा घटनिष्ठ आधारता निरूपित तत्सर्वं, यथा वयम् आसननिष्ठ आधारता निरूपित इति यदा वयम् उक्तवन्तः पूर्वं तथैव. परन्तु अत्र स्वनिरूपित इति अस्ति चेत् तत्र पित्रा स्वनिरूपितपुत्रत्वसम्बन्धः पुत्रे इति. तत्र यदा भवती उक्तवती तत्र पुत्रत्वम् इति निरूपणार्थं यद्भवती उक्तवती तत् सत्यम्. इदानीं पुत्रे किम् अस्ति इत्युक्ते पुत्रत्वं खलु. कीदृशपुत्रत्वम् इत्युक्ते पिता स्वनिरूपित पित्रा स्वनिरूपितपुत्रत्वसम्बन्धः पुत्रे इत्यपि वक्तुं शक्नुमः. तर्हि तत्र स्वनिरूपित इति वदनेन किं भवति इत्युक्ते तत्र कः कस्य पुत्रः इति तत्र स्वनिरूपणं भवति खलु. तत्र पित्रा द्वारा एव पुत्रः कस्य इति निरूपणं भवति. तत्तु वयं पूर्वमपि दृष्टवन्तः तत्र स्वसम्बन्धिकशब्दाः इति. पुत्रः इति अस्ति चेत् कस्य पुत्रः इति तत्र पित्रा द्वारा एव कस्य पुत्रः इति निरूपणं भवति. तदेव तत्र स्वनिरूपित इति तत्र पारिभाषिकशब्दः तावदेव. तर्हि तत् तस्मात् तत्र अस्य पुत्रस्य पिता न अन्यस्य इति तत्र वक्तुं शक्नुमः. तथैव वयं ज्ञानं विषयः इति विषये अपि दृष्टवन्तः, विषयतासम्बन्धः, विषयितासम्बन्धः इति. स्मरति वा इदानीं? तर्हि ज्ञानं स्वनिरूपितविषयतासम्बन्धेन घटे, घटः अथवा विषयः स्वनिरूपितविषयितासम्बन्धेन ज्ञाने इति. स्मरति वा? आम्. अस्तु, उत्तमम्. तर्हि तदेव आसीत् गतकक्षायाम्. इदानीं किञ्चित् इतोपि एकं तादृश अभ्यासः एकं कुर्मः. तत्र मदीयं धनम् इति अस्ति चेत्, अस्तु, तर्हि तत्र स्वस्वामिभावः अस्ति, अहम् इति तादृश एव. तत्र अधोभागे वामनतः लिखतु धनम् इति, दक्षिणतः अधोभागे. अस्तु, मदीयं धनम् इति अस्ति चेत् तत्र मयि स्वामित्वम् अस्ति, धने स्वत्वम्. स्वत्वम् इत्युक्ते स्वामित्वं. तर्हि इदानीं तत्र स्वनिरूपित इति वाक्यं कथं भवति? तत्र कीदृशं धनं स्वामित्वं निरूपित स्वत्वं निष्ठधनं. स्वत्व निष्ठ वा तत्र अधोगमनार्थं? स्वत्व आश्रयधनम्. अस्तु, इदानीं स्वनिरूपित इति उपयुज्य वदतु. स्वनिरूपित मदीयं निष्ठ स्वनिरूपित स्वत्वम् आश्रयधनं. तर्हि सत्यं, परन्तु स्वनिरूपित इति भावः मदीयं निष्ठः अस्ति वा? तत्र तत्र किञ्चित् परिवर्तनं करणीयं खलु? तत्र मदीयं निष्ठ इति न, मम सत्यं, तदेव मया स्वनिरूपितस्वत्वं धनम्. ओ, मया स्वनिरूपित. निरूपणं भवति केन द्वारा, खलु? केनचित् द्वारा निरूपणं भवति. तर्हि तत्र मया स्वनिरूपितस्वत्वं धनम्, अहम् इति किं भवति? राजी भगिनी भवती एव वदतु इदानीम्. अहम् इति ओके, अहं स्वामित्वं एकक्षणं भगिनि, एकक्षणम्. इदानीं प्रथमं वयम् उक्तवन्तः मया स्वनिरूपितस्वत्वं स्वत्वमाश्रयः धनम् इति, खलु? तर्हि धनम् इति आरभ्य वक्तव्यं चेत् कथं भवति? तद् मम, तर्हि तत्र एकक्षणं, मया स्वनिरूपितस्वत्वं धनम् इत्युक्ते किम् अर्थम् इत्युक्ते यद् धनम् अस्ति तद् मम धनम् इति. तर्हि तत्र जगति अहं मम मयि स्वामित्वम् अस्ति इति कारणात् जगति सर्वेषां वस्तूनि यदस्ति, वस्तूनां स्वामिनी अहम् इति न, खलु? यद् मम धनमस्ति, मम वस्तु अस्ति, तस्य एव मयि स्वामित्वम् अस्ति. तर्हि तत्र मम धनम् इति यद् धनं मम अस्ति तद् मया निरूपित भवति. तादृशमेव धनम् अस्ति चेत् तत् धनम् इति आरभ्य कथं वक्तुं शक्नुमः? यद्धनं कस्य धनम् इति? जलमाश्रय स्वत्वं निरूपित अहम् धनमाश्रयस्वत्वं अथवा स्वामित्वं स्वामित्वम् आश्रयम् अहं धननिष्ठ धने स्वामित्वं नास्ति खलु तर्हि स्वामित्वम् इति वक्तव्यं चेत् तत्र निष्ठ नास्ति तर्हि किम् उपयोगं करणीयं भवति तत्र स्वामित्वमेव न स्वामित्वम् अस्तु परन्तु तत्र न न स्वामित्वम् अस्ति सत्यमेव परन्तु धनं कथं धने स्वामित्वं नास्ति खलु तर्हि धननिष्ठस्वामित्वम् इति न भवति तर्हि किं भवति तत्र किञ्चित् चिन्तयतु तत्र प्रथमवाक्यं कोऽपि उक्तवान् खलु तत्र मया इति आरभ्य मया स्वनिरूपित स्वत्वमाश्रय धनम् इति उक्तवान् तर्हि तत्र तस्य विपरीतदिश्यां गन्तव्यं खलु तर्हि तत्र प्रथमं तद् लिखतु धनं भगिनि एकक्षणं प्रथमं तद् लिखतु मया स्वनिरूपितस्वत्वम् इति लिखतु लिखितवती वा लिखितवती अस्तु तर्हि तत्र मया इति तत्र किं स्थापनीयमस्ति मया इति मया स्थाने अहं स्थापनीयं न मयि स्थापनीयं वा न भगिनी चिन्तयतु तत्र अहम् इति आरभ्य यदा वदामः तर्हि तत्र वदामः तत्र मम धनम् इति अस्ति चेत् तत्र मम वस्तु कः इति प्रश्नः उदेति चेत् मया इति मम द्वारा यत्र मम स्वत्वम् अस्ति तद् निरूपयति तादृशं धनम् इति वदामः तर्हि तत्र अहम् इति मम द्वारा इति तत्र मयि आरम्भं भवति इदानीं विपरीतदिश्यां गन्तव्यमस्ति धनं कस्य इति तर्हि धनम् इति तस्मात् आरम्भं भवति खलु तर्हि तत्र मया इति किम् अस्ति अहमिति पदस्य तृतीया तर्हि धनम् इति स्थाने तत्र किं भवितव्यं तत्र धनस्य इति न धनम् इति पदस्य तृतीया किम् धनेन न किमर्थं निष्ठ तत्र प्रथमवाक्यं पश्यतु भगिनि तत्र निष्ठ इति पदमस्ति वा न नास्ति मया स्वरूपितस्वत्वं धनं धनेन स्वत्वं स्वनिरूपित अहं भगिनि तत्र किमर्थं तत्र स्वत्वं भवति तत्र मयि किम् अस्ति स्वामित्वम् अस्ति खलु तर्हि धनेन स्वामित्वमेव निरूपयति न तु स्वत्वम् ओके ओके धनेन धनेन स्वामित्वं न धनेन स्वनिरूपित स्वामित्वं धनेन स्वनिरूपितस्वामित्वं खलु तर्हि मया स्वनिरूपितस्वत्वं धनेन स्वनिरूपितस्वामित्वम् ओके मया स्वनिरूपितस्वत्वं तादृशसम्बन्धः अस्ति चेदेव वयं वक्तुं शक्नुमः खलु येन अहं सर्वेषां स्वामिनी न परन्तु केवलम् अस्य धनस्य स्वामिनी अहम् इति इदानीं स्पष्टं वा मया स्वनिरूपितधनं मया स्वनिरूपितस्वत्वं तत्र स्वत्वमेव धनं न स्वत्वस्य आश्रयः धनं, परन्तु मया स्वनिरूपितस्वत्वं धनेन स्वनिरूपितस्वामित्वम्। स्वामित्वम् इत्युक्ते अहं किल, स्वामित्वम् इत्युक्ते अहं न, स्वामित्वस्य आश्रयः अहं, स्वामित्वं मयि अस्ति खलु, स्वामित्वम् इत्युक्ते अहम् इति कथं वक्तुं शक्नुमः? अत्र निष्ठ आश्रय इत्यादि पदानि उपयुज्यम् आवश्यकं नास्ति वा? पुनः वदतु महोदय क्षम्यता। धनेन स्वत्वम् अत्र निष्ठ आश्रय किमपि नास्ति किल? धनेन स्वत्वं न, धननिष्ठस्वत्वम् अस्ति खलु, धनेन धनेन निरूपित भवति। आमाम् आफ् कोर्स्, धनेन स्वनिरूपितस्वामित्वं परन्तु धननिष्ठस्वत्वं, तत्र किञ्चित् भेदः अस्ति खलु। अस्तु, अन्य कोऽपि मध्ये आगतवान् आगतवती वा? अहमस्मि भगिनी, क्षम्यताम्। आं सुमलता, अस्तु सुमलता भगिनी, रामकार्ति महोदय। अस्तु, तर्हि तत्र किञ्चित् यद्वयं गते सप्ताहे पठितवन्तः तत् किञ्चित् पठित्वा अग्रे सरामः। अस्तु, सुमलता भगिनी भवती एव आरम्भं करोति वा? तत्र एवं च यदा इति अस्ति खलु तृतीयपरिच्छेदः, तत्र ज्ञानं तद्विषयता इति भागः। एवञ्च यदा यस्य पदार्थस्य ज्ञानं तदा सः एव पदार्थः ज्ञातः, न अन्यः इति व्यवस्थासिद्धये ज्ञानस्य एवं घटपटादीनां कश्चित् सम्बन्धः कल्प्यः, सः एव च विषयतासम्बन्धः। घटज्ञानकाले यद्यपि घटः वर्तते, पटः अपि वर्तते, परन्तु ज्ञानस्य विषयतासम्बन्धः घटेन सह एव वर्तते, न पटेन सह इति। वदन्ति च जनाः चन्द्रमसं पश्यामि अहं न अरुन्धतीम्। कः इदानीम् आगतम्? अस्तु भगिनी, नमस्ते भगिनी, तत्र किञ्चित् म्यूट् करोति वा? तत्र किञ्चित् ध्वनिः आगच्छति। सुमलता भगिनी वदतु। यदा पदार्थस्य ज्ञानं भवति तदा वयं सः एव पदार्थः इति ज्ञातुं शक्नुमः, परन्तु तत् ज्ञानं ज्ञानस्य विषयः तु एकमेव भवति, अन्यपदार्थस्य ज्ञानं न भवति इति। तत् अस्ति, सम्बन्धः अस्ति ज्ञानस्य पुनः पदार्थस्य मध्ये, यः सम्बन्धः अस्ति तत् विषयतासम्बन्धः इति दत्तमस्ति। यदा वयं घटज्ञानस्य काले घटः वर्तते, घटः अस्ति इति वदामः तदा पटः अपि वर्तते, परन्तु विषयः अस्ति घटस्य विषय, घटेन सह एव अस्ति, पटेन सह न। यदा जनाः वदन्ति अहं चन्द्रमसं पश्यामि इत्युक्ते ते चन्द्रस्य एव तेषां ज्ञानम् अस्ति. अरुन्धती अपि अस्ति परन्तु ते अहं न अरुन्धतीं पश्यामि इत्युक्ते अरुन्धत्याः ज्ञानं तेषां नास्ति इति. सत्यं तदेव. तत्र यद्यपि तत्र घटः पटः इति पार्श्वे अस्ति चेदपि तत्र घटः इत्येव विषयः अस्ति चेत् केवलं घटसम्बन्धज्ञानम् एव अस्ति खलु. तर्हि तत्र घटः इति विषयः तर्हि विषयतासम्बन्धेन अयं घटः इति ज्ञानम् एव अस्माकम् आत्मनि अस्ति, न तु पटविषये इति अस्ति. इत्युक्ते तत्र अन्य उदाहरणमस्ति यदा तत्र पश्यामः चेत् तत्र चन्द्रः अस्ति पार्श्वे एव अरुन्धती इति नक्षत्रः अपि अस्ति परन्तु अस्माकं ज्ञानं नास्ति अरुन्धतीविषये. तर्हि वयं दृष्ट्वा केवलं वदामः तत्र चन्द्रं पश्यामि इति, तत्र अरुन्धती अपि पश्यामि इति न वदामः खलु. किमर्थं चेत् तस्य ज्ञानम् अस्माकं मनसि नास्ति, तस्य ज्ञानम् अस्माकम् आत्मनि नास्ति. तदर्थं यस्य ज्ञानं ज्ञानम् अस्ति तदेव वयं वक्तुं शक्नुमः. तर्हि तत्र यस्य विषयस्य ज्ञानम् अस्ति तर्हि तत्र विषयः इति यदस्ति तस्य विषयतासम्बन्धेन तस्य ज्ञानम् एव अस्ति अस्माकम्. एवं घटपटादीनां कश्चित् सम्बन्धः कल्प्यः इति इत्युक्ते तत्र तत्र एकमेव विषयं जानीमः चेत् सर्वे अपि पदार्थाः ज्ञातः इति वक्तुं न शक्नुमः खलु. तर्हि तत्र सर्वज्ञः इति भवामः परन्तु तथा न भवति. तर्हि यस्य विषयस्य ज्ञानम् अस्ति तत्र एकः सम्बन्धः कल्पनीयः अस्ति, तादृशसम्बन्धेन अस्य विषयस्य एव ज्ञानम् इति वक्तुं शक्नुमः. तर्हि तदेव तत्र विषयतासम्बन्धः इति. तर्हि ज्ञानं तादृशविषयतासम्बन्धेन विषये अस्ति इति वक्तुं शक्नुमः. व्यवस्थासिद्धये इत्युक्ते किं भगिनि? इति व्यवस्थासिद्धये इत्युक्ते इति किं वदामि तत्र इति प्रसङ्गे इति वक्तुं शक्नुमः. अस्तु तर्हि अग्रे सरामः. तर्हि बालसुब्रह्मण्यं महोदय भवान् पठति वा? एवञ्च यदा यस्य पदार्थ तद् अभवत् खलु तस्य तथा च ज्ञानस्य पदार्थेन एवं वा? सत्यं. तथा च ज्ञानस्य पदार्थेन यः सम्बन्धः सः विषयता, ज्ञानस्य घटः विषयः, अतः घटे विषयता, अयमेव च सम्बन्धः. वैपरीत्येन विचारे विषयः अस्य अस्ति इति विषयिज्ञानं, ज्ञाने विषयिता, तर्हि घटस्य ज्ञानेन यः सम्बन्धः सः विषयिता सम्बन्धः. ज्ञानस्य पदार्थेन यः सम्बन्धः सः विषयता. सो ज्ञानस्य पदार्थ ज्ञानविषयः कः इति तस्य सम्बन्धः विषयता. ज्ञानस्य घटः विषयः, यस्य वस्तु नाम ज्ञानम् अस्ति सः विषयः. उदाहरणेन घटस्य ज्ञानम् अस्ति चेत् घटः विषयः, अतः घटे विषयता, तस्मात् घटे इति ज्ञानं विषयता. तर्हि तत्र ज्ञानं विषयतासम्बन्धेन घटे इति अपि वक्तुं शक्नुमः. यद्वयं पूर्वम् उक्तवन्तः ज्ञानं विषयतासम्बन्धेन घटे, तदेव तत्र प्रथमं वाक्यं पश्यामः चेत् ज्ञानस्य पदार्थेन यः सम्बन्धः सः विषयता इति अस्ति. तर्हि तत्र षष्टिविभक्ति आगच्छति चेत् तत्र निरूपितत्वम् इति भावः आगच्छति. तद् तद् अर्थं तु समानमेव. ज्ञानं विषयतासम्बन्धेन घटे इति यत् वाक्यं वयं पूर्वम् उक्तवन्तः तदेव अस्ति अत्र. ज्ञानस्य पदार्थेन यः सम्बन्धः सः विषयता इति. अयमेव च सम्बन्धः तत्र. अयमेव च सम्बन्धः इत्युक्ते अयम् इत्युक्ते किम्? घटे विषयता अयमेव सम्बन्धः. तत्र सम्बन्धः कः? न, अयं घटः इति ज्ञानं सत्यं, परन्तु तत्र अयमेव च सम्बन्धः इत्युक्ते अयम् अयम् इति पदं किं सूचयति तत्र? क्षम्यतां महोदय, पुनः एकवारं. तत्र अयमेव च सम्बन्धः इति अस्ति खलु, तर्हि तत्र अयम् इति पदं किं सूचयति? घटं. घटः न, घटः इति सम्बन्धः नास्ति खलु. अयमेव च सम्बन्धः इत्युक्ते तत्र घटम् इति सम्बन्ध घटः इति सम्बन्धः वा? तत्र सम्बन्धः कः? घटत्वं ज्ञानत्वं. तत्र सम्बन्धः कः? हा, उत्तमं. विषयता इति सम्बन्धः. वैपरीत्येन विचारे विषयः अस्य अस्ति इति विषयज्ञानम्. ज्ञाने विषयिता, तर्हि घटस्य ज्ञानेन यः सम्बन्धः सः विषयितः सम्बन्धः. पूर्वं विषयता सम्बन्धः कः इति पृष्टवन्तः. विपरीतरूपेण विषयः अस्ति इति विषयी इत्युक्ते किम् अत्र? विषयी इति ज्ञानम्. सत्यं, ज्ञानम् इत्युक्ते विषयी इति नामकरणं कृतं. किमर्थं विषयी इति नामकरणं कृतम् अत्र? विषयसम्बन्धज्ञानम् इति कारणात् विषयी. न, न, तत्र तद्वाक्यं पुनः पठतु. तत्र वैपरीत्येन विचारे विषयः अस्य अस्ति इति. विषयः अस्य अस्ति इति विषयी. गुणि, तत् गुणः गुणि इति दृष्टवन्तः खलु. गुणः अस्य अस्ति इति गुणि, तथैव तत्र विषयः अस्य अस्ति इति विषयी इति. तत्र विभक्ति किम्? विभक्ति का? सप्तमी. प्रथमा विभक्ति. तत्र प्रातिपदिकं किम्? विषयिन् इति प्रातिपदिकम्. अस्य अस्मिन् वा इति तत्र इणि प्रत्ययः खलु. तत्र गुणिन् इति प्रातिपदिकं तथैव तत्र विषयी इति प्रातिपदिकं. तत्र किमर्थं तत्र ह्रस्व इकारान्तः? नपुंसकलिङ्गं. नपुंसकलिङ्गम् उत्तमं. तर्हि तत्र पुल्लिङ्गे विषयी दीर्घ इकारान्तः. स्त्रीलिङ्गे विषयिणी विषयिणी इति भवति. अस्तु. सो विचारविषयः अस्य अस्ति इति विषयिज्ञानं, ज्ञाने विषयिता. तर्हि घटस्य ज्ञानेन यः सम्बन्धः सः विषयिता सम्बन्धः. घटस्य ज्ञानेन घट प्रति ज्ञानेन यः सम्बन्धः सः विषयिता सम्बन्धः. तर्हि इदानीं प्रथमवाक्यम् अस्मिन् परिच्छेदे प्रथमवाक्यं पश्यतु महोदय. तत्र ज्ञानस्य पदार्थेन यः सम्बन्धः सः विषयता इति अस्ति खलु. तत्र अन्यवाक्यमपि अस्माभिः उक्तं, ज्ञानं विषयता सम्बन्धेन विषये इति यद्वयम् उक्तं तदेव तत्र अस्माभिः उक्तं तदेव अस्ति अत्र. ज्ञानस्य पदार्थेन यः सम्बन्धः सः विषयता इति. अस्तु. तादृशवाक्यम् अत्र किं भवति, घटस्य ज्ञानेन यः सम्बन्धः सः विषयिता सम्बन्धः इति अस्ति चेत् तत्र भिन्नरीत्या वक्तव्यं चेत् तद् वाक्यं कथं भवति? विषये ज्ञानम् अस्ति इति चेत् वैपरीतेन विचारे विषयः अस्य अस्ति इति. तत्सर्वं सत्यं, परन्तु मम प्रश्नः किञ्चित् भिन्नः. अत्र ज्ञानस्य पदार्थेन यः सम्बन्धः सः विषयता सम्बन्धः इति अस्ति खलु. तत्र तादृश एव विषयः भिन्नरीत्या वक्तुं शक्नुमः यत् ज्ञानं विषयता सम्बन्धेन घटे इति. सत्यम्? तथैव तत्र घटस्य ज्ञानेन यः सम्बन्धः सः विषयिता इति वाक्यमस्ति चेत् तत् इतोपि भिन्नरीत्या कथं वक्तुं शक्नुमः? अन्य कोऽपि साहाय्यं कर्तुं शक्नोति वा? एकवारं वदतु भगिनि, एकवारं तत्र वदतु. ज्ञानस्य पदार्थेन यः सम्बन्धः सः विषयता इति वाक्यमस्ति. तस्य वाक्यस्य अर्थः इति वयम् उक्तवन्तः ज्ञानं विषयता सम्बन्धेन घटे इति. तत्र अहं तदर्थमेव पुनः पुनः वदामि, तत्र चित्रं रचयति चेत् तद् बहु एतद् बहु सुलभं भवति. तत्र बहु सौलभ्यम् अस्ति. अत्र केवलं चित्रस्य चित्रम् अपेक्षितमस्ति अत्र. तत्र ज्ञानं विषयः विषयता तत्र ज्ञानं घटः विषयिता सम्बन्धेन ज्ञाने अस्ति. उत्तमम्, अति उत्तमं तावदेव. तत्र तद् चित्रमस्ति चेत् बहु झटिति तद् वक्तुं शक्नुमः. तर्हि तत्र ज्ञानं ज्ञाने विषयिता, घटः घटे विषयता, ज्ञानं विषयता सम्बन्धेन घटे, घटः पुनः एकवारं वदतु भगिनि. घटः विषयिता सम्बन्धेन ज्ञाने अस्ति. तावदेव. स्पष्टं वा इदानीं महोदय? भगिनि, विषयतासम्बन्धं विषयितासम्बन्ध कः भेदः? विषयी विषयिणी यत् सम्बन्धः अस्ति तद् विषयितासम्बन्धः. विषये विषये अस्तु, प्रथमं विषयः विषयी इति अस्ति खलु, ज्ञानम् इति विषयी, घटः इति विषयः. ज्ञाने विषयिता इति भावः अस्ति, घटे विषयता इति भावः अस्ति. ज्ञाने विषयिता, घटे विषयता, अस्तु. तर्हि विषयता सम्बन्ध ज्ञानं घटे कीदृशसम्बन्धेन इत्युक्ते विषयतासम्बन्धेन. विपरीतदिश्यां पश्यामः चेत् विषयितासम्बन्धेन. ज्ञाने विषय ज्ञाने विषयितासम्बन्धेन घटं, घटे घटे विषयतासम्बन्धेन ज्ञानं. सत्यं सत्यं, तावदेव. अस्तु, तर्हि भगिनी राजी भगिनी भवती एव अग्रे पठतु. अस्तु भगिनि. इत्थं हि सम्प्रदाये ज्ञानपदार्थं बोधयन्ति. ज्ञानं दीपस्थान आपन्नं विषयः प्रकाश्यः. ज्ञानस्य दीपरूपस्य या प्रभा सा विषयता सम्बन्धः. सा प्रभा यस्मिन् पतति स प्रकाश्यः ज्ञानस्य विषयः इति उच्यते. यस्मिन् सा प्रभा नास्ति सः न प्रकाश्यते, अतः विषयः इति न उच्यते. सम्प्रदाये ज्ञानपदार्थं बोधयन्ति. ज्ञानम् आपन्नम् इत्युक्ते अर्थं किं भगिनि? प्राप्तं. ज्ञानं दीपायाः प्राप्तं. दीपस्य दीपया ओके दीपस्थान दीप नो दीप ज्ञानं दीपस्थान आपन्नम् इत्युक्ते दीपस्य दीपः दीपम् इति यत् अस्ति तस्मात् प्राप्तं भवति इति. तस्मात् प्राप्तं भवति. विषयः प्रकाश्यः विषयः भवति. प्रकाश्यः इत्युक्ते ज्वालः प्रकाश्यः प्रकाशस्य प्रकाशं भवति इत्युक्ते ज्वालनं भवति इत्युक्ते तत्र प्रकाशः प्रकाशः आवश्यकः इति. तर्हि तत्र प्रकाशनीयं प्रकाशितव्यम् इति अपि तत्र तव्यत् अनियर् प्रत्ययः अस्ति खलु, तादृशः तत्र यत् इति अन्य प्रत्ययः अस्ति. प्रकाश्यः इत्युक्ते प्रकाशः प्रकाशस्य भावः इति न, प्रकाशकः आवश्यकः इति. तत्र यावत् प्रकाशः तस्मिन् न आपतति तावत्पर्यन्तं तस्माकं तत्र विषयः अस्ति इति न जानीमः खलु. तर्हि तत्र विषयः इति ज्ञानम् आवश्यकं चेत् तत्र प्रकाशः अपेक्षितः भवति. तर्हि तत्र प्रकाशः आवश्यकः अस्ति. आवश्यकः ज्ञानस्य ज्ञानस्य दीपरूपस्य या प्रभा सा विषयतासम्बन्धः. अत्र पश्यतु भगिनि, यत् वयं इदानीं तत् यदस्ति अत्र तद्वयं पूर्वं पठितवन्तः एव, परन्तु अत्र दीप उदाहरणे दत्तमस्ति. तावदेव तत्र विषयतासम्बन्धः ज्ञानं विषयः एतस्मिन् ते सर्वे विषयाः तु वयं पूर्वं दृष्टवन्तः एव. ज्ञानपदार्थेन यः सम्बन्धः सः विषयता किल. ज्ञानस्य दीपः विषयः, अतः भगिनि एकक्षणं क्षम्यतां, तत्र राज्ञी भगिनी तत्र दीपः विषयः इति न, प्रकाशः, यस्मिन् प्रकाशः पतति तदेव विषयः. अत्र चित्रं पश्यतु यत्र प्रकाशः अस्ति अत्र. ओ अस्तु, विषयः प्रकाश्यः तत्र, तत्र अस्मिन् अस्मिन् चित्रे विषयः कः? प्रकाश्यः. चित्रं पश्यतु भगिनी, अस्मिन् चित्रे प्रकाश्यः कः? चित्रे दीपस्य प्रकाशं कुत्र कुत्र पतति, प्रकाशः कुत्र पतति? दीपस्य प्रकाशः भगिनि वदामि, घटे. घटे, उत्तमं. तत्र दीपस्य प्रकाशः कुत्र, तत्र घटे एव पतति खलु. तत्र घटः इति विषयः, तत्र यत्र प्रकाशः आवश्यकः प्रकाशेन वयं ज्ञातुं शक्नुमः तदेव भवति विषयः इति. तत्र घटः इति विषयः खलु. पुष्पा भगिनी क्षम्यतां, किञ्चित् म्यूट् करोतु. अस्तु भगिनी, तर्हि तत्र ज्ञानस्य प्रभा यदस्ति तदेव तत्र विषयतासम्बन्धः अस्ति. तर्हि तत्र ज्ञानं यद्वयं पूर्वं दृष्टं तदेव भगिनी, तत्र ज्ञानं विषयतासम्बन्धेन घटे इति यद्वयं दृष्टवन्तः तदेव अत्र अस्ति. तत्र प्रकाशः इति यदस्ति तत् प्रकाशः घटे पतति, तर्हि तत् प्रभा यदस्ति तदेव तत्र विषयतासम्बन्धः इति अस्ति. तत् विषयतासम्बन्धेन घटे ज्ञानं भवति. किमर्थं दीपरूपस्य प्रभा इति इदं दत्तं? ज्ञानस्य दीपरूपस्य या प्रभा सा विषयता सम्बन्धः इति. इदानीं तत्र ज्ञानम् इति पदस्य तत्र दीप उपमारूपेण तत्र दीपम् इति अस्ति खलु, तत्तु वास्तविक उपमा इति चिन्तयामि. तत्र अन्धकारः अस्ति चेत् ज्ञानं नास्ति, प्रकाशः आगच्छति चेत् ज्ञानम् अस्ति इति साधारणतया वयं वदामः खलु. तत्र प्रकाशः आगच्छति चेत् वयं विषयान् द्रष्टुं शक्नुमः, वस्तूनि द्रष्टुं शक्नुमः. तर्हि प्रकाशः आगच्छति इति तत्र किं वदामि, आङ्ग्लभाषायामपि यूफोमिसम् इव वदामः खलु. तत्र प्रकाशः आगच्छति चेत् ज्ञानम् अस्ति इति ज्ञानमस्ति तदेव अत्र. तत्र ज्ञानम् इति दीपं, तर्हि तत्र या प्रभा अस्ति दीपस्य तदेव तत्र विषयतासम्बन्धः. तत् प्रभा तस्मिन् पतति तदस्ति प्रकाश्यः अथवा विषयः, अस्मिन् उदाहरणे घटः विषयसम्बन्धः. तत्र यत्र यत्र तादृश प्रकाशः नास्ति इत्युक्ते तादृशप्रभा नास्ति अथवा विषयतासम्बन्धः नास्ति तत्र प्रकाशः नास्ति खलु, इत्युक्ते तत्र विषयः अपि नास्ति. तत्र घटस्य पार्श्वे एव पटः अस्ति चेदपि तत्र पटे दीपप्रभा नास्ति चेत् तद्वयं द्रष्टुं न शक्नुमः, तर्हि तत्र विषयज्ञानं न भवति खलु. तदेव अत्र, तत्र केवलं तत्र प्रभा इत्युक्ते तत्र विषयतासम्बन्धः यस्मिन् वस्तुनि अस्ति तदेव अस्माकं तत्रैव अस्माकं ज्ञानं भवति इति. अस्तु भगिनि. सम्प्रदाये इति अर्थः सम्प्रदाये यां पदार्थं बोधयन्ति. सम्प्रदाये इत्युक्ते तत्र न्यायशास्त्रे अथवा तत्र सम्प्रदाय उदाहरणम् अस्ति खलु, तत्र ज्ञानदीपस्य उपमा इति. आम् आम् तदेव. अस्तु, तर्हि सुमलता भगिनी भवती अग्रे पठति वा? आं भगिनि. इयं च विषयतारूपा प्रभा घटे विद्यमाना न ज्ञानेन विना भवति. कस्यायं कस्य अयं प्रकाशः इत्युक्तौ ज्ञानस्य इत्युच्यते. अतः ज्ञानं प्रकाशस्य प्रेषकं निरूपकमिति उच्यते. तथा च घटनिष्ठविषयतानिरूपकं ज्ञानमिति सिद्धम्. इयं च विषयतारूपा प्रभा. अस्माकं वयं चर्चितवन्तः दीपस्य प्रकाशः यस्मिन् पतति सः एव ज्ञानं भवति. तत् सः विषयः घटः भवति. ज्ञानेन विना वयं घटे विद्यमान विषयतारूपप्रभा ज्ञातुं न शक्नुमः. कस्य अयं प्रकाशः इत्युच्यते इत्युक्ते ज्ञानस्य प्रकाशः इति अस्ति. प्रेषकम् इत्युक्ते अहं न जानामि भगिनि. तत्र प्रेषयति यः प्रेषयति सः प्रेषकम्. अतः ज्ञानं प्रकाशस्य प्रेषकं निरूपकमिति उच्यते. ज्ञानम् एव प्रकाशस्य प्रकाशनं प्रेषयति इति निरूपयति. इत्युक्ते यत् यत् प्रेषयति तत् प्रेषकं, यद् निरूपयति तद् निरूपकम्. ज्ञानम् अस्ति चेत् ज्ञानं निरूपयति, प्रकाशं प्रकाशः प्रकाशस्य प्रेषणं घटे अस्ति इति. तथा किञ्चित् इतोपि वदि वक्तव्यं भगिनि. तत्र तत्र प्रथमम् अस्ति तत्र विषयता रूपा प्रभा इत्युक्ते तत्र प्रकाशः खलु, ज्ञानस्य प्रकाशः. ज्ञानस्य तत् प्रकाशः घटे पतति चेदेव तत्र विषयस्य तत्र घटः इति विषयः वयं ज्ञातुं शक्नुमः खलु. तत्तु ज्ञानं विना न भवति इत्युक्ते ज्ञानं तदेव वयं पूर्वमपि उक्तवन्तः. यत्र ज्ञानं नास्ति तत्र ज्ञानं नास्ति चेत् विषयः न भवति. तत्र यत्र ज्ञानमस्ति तत्रैव विषयः अस्ति, यत्र विषयः अस्ति तत्रैव ज्ञानं भवितुम् अर्हति. तादृशसम्बन्धः अस्ति खलु. तर्हि ज्ञानं विना तत्र घटस्य घटः इति विषयः वयं ज्ञातुं न शक्नुमः. तर्हि तत्र प्रकाशः कस्य इत्युक्ते तत्र ज्ञानस्य प्रकाशः एव तत्र घटः इति विषयः वयं प्रकाशयति. तर्हि ज्ञानम् इति प्रकाशः अस्ति चेत् तद् निरूपणं करोति इति कारणात्, तद् विषयस्य निरूपणं करोति इति कारणात् ज्ञानम् इत्युक्ते निरूपकम् अथवा प्रेषकम्. तर्हि कीदृशं ज्ञानम् इत्युक्ते घटनिष्ठविषयतानिरूपकं ज्ञानम् इति. घटनिष्ठविषयता इति यदस्ति तस्य निरूपणं करोति ज्ञानम्. इत्युक्ते ज्ञानं विना विषयः न अवगन्तुं शक्नुमः इति. अत्र ज्ञानस्य इत्युक्ते दीपस्य प्रकाशः इति अपि वक्तुं शक्नुमः, यथा भवती उक्तवती उपमानम्. सत्यं सत्यं सत्यं. तत्र प्रकाशः इत्युक्ते तत् ज्ञानं सूचयति. तर्हि तत्र ज्ञानम् इति प्रकाशः नास्ति चेत् विषयं न अवगन्तुं शक्नुमः. तावदेव अत्र. अस्तु, प्रश्न इदानीम् अपि प्रश्नः अस्ति वा? न भगिनि, स्पष्टमस्ति. अस्तु, ज्ञानेन एव वयं विषयः जानीमः. ज्ञानं विना ज्ञातुं न शक्नुमः. अस्माकं ज्ञानमस्ति इत्युक्ते ज्ञानस्य प्रकाशः अस्ति इत्युक्ते कथं जानीमः इति प्रश्नः भवति चेत् ज्ञानस्य प्रकाशः इति ज्ञानेन एव प्रकाशः अस्ति इति ज्ञातुं शक्नुमः. तत्र प्रकाशः इति उपमा एव, ज्ञानेन विषयः ज्ञातुं शक्नुमः इति. आं सत्यं. दीपस्य प्रकाशः इति ज्ञानेन, ज्ञानं घटः अस्ति इति विषयता निरूप घटे विषयता अस्ति तत् ज्ञानं निरूपयति. तदर्थमेव घटनिष्ठविषयतानिरूपकं ज्ञानमस्ति. सत्यं, तावदेव भगिनि, बहु सुन्दरम्. सुनील् महोदय अग्रे पठति वा? प्रकाशः अपि एषः त्रिविधः घटभूतलयोः संयोगं यत् ज्ञानं प्रकाशयति तत् निदर्शनं स्वीकुर्मः. तस्य शास्त्रेषु भूतलं घटवत् इति आकारः भवति इति उच्यते. आकारः इत्यस्य ज्ञानादि सविषयकपदार्थानां ये विषयाः तेषां प्रकाशितानां शब्देन प्रतिपादितं स्वरूपम् इति अर्थः. प्रकाशः त्रिविधः. अत्र चित्रं पश्यतु महोदय, किञ्चित् इतोपि स्पष्टं भवेत्. घटभूतलयोः संयोगं यत् ज्ञानं प्रकाशयति तद् निदर्शनं कुर्मः, स्वीकुर्मः. तत्र भूतलं घटवत् इति उच्यते. भूतलं घटवत् इत्युक्ते तत्र घटवत् इत्युक्ते तत्र किं, तत्र घटानियोगी वा? घटवत् इत्युक्ते तत्र पूर्वं दृष्टवन्तः खलु वयं, तादृशः शब्दः तत्र आश्रयः वा? सत्यं. तर्हि तत्र भूतलं घटवत् इत्युक्ते भूतले घटः अस्ति इति. सत्यं. तत्र वत् इति कः प्रत्ययः? मतुप्रत्ययः. उत्तमं. तत्रापि अस्य अस्मिन् वा इति अर्थे आगच्छति खलु. तत्र क्रिया क्रियावत् इति अपि वयं पूर्वं दृष्टवन्तः. तर्हि भूतलं घटवत् इत्युक्ते भूतले घटः अस्ति इति, भूतलं घटवत् इति. तत्र विशेषविशेषणभावः अपि अस्ति खलु, विशेषविशेषणभावः. तत्र विशेष्यं किं, विशेषणं किम्? भूतलं, भूतलम् इति विशेष्यं, विशेषणमस्ति घटवत्. उत्तमम्. आकारः इत्यस्य ज्ञानादि सविषयकपदार्थानां ये विषयाः तेषां प्रकाशितानां शब्देन प्रतिपादितं स्वरूपम् इत्यर्थः. इत्युक्ते तत्र वयं पदार्थाः इति तत्र जगति तु तत्र यानि वस्तूनि सन्ति तानि सर्वाणि तत्र सप्तपदार्थाः इति वयं पूर्वं दृष्टवन्तः खलु. तर्हि तत्र सविषयकपदार्थः इति इत्युक्ते तत्र सविषयकः इत्युक्ते विषय विषयसहितम् इति इत्युक्ते तत्र यथा वयं ज्ञानम् इति अत्र दृष्टवन्तः. ज्ञानम् इति अस्ति चेत् ज्ञाने विषयः अस्ति खलु. तर्हि किमपि विषयसहितम् अस्ति तत्र ज्ञानम् इति अस्ति चेत् तत्र विषयः आवश्यकः भवति. तत्र ज्ञानम् अस्ति इति वदामः चेत् कस्य ज्ञानम् इति प्रश्नः आगच्छति खलु. तत्र सविषयकः अस्ति. तथैव तत्र अन्यपदार्थः अपि सन्ति तत्र इच्छा द्वेषः इति तत्सर्वम् इच्छा अहम् इच्छामि अथवा मम इच्छा अस्ति इति वदामः चेत् तत्र कुत्र इच्छा अस्ति इति प्रश्नः आगच्छति खलु. तत्र इत्युक्ते तत्र यत्र इच्छा अस्ति तत्र किमपि विषयः आवश्यकः भवति. तादृशमेव द्वेषः इति अपि तत्र द्वेषमपि सविषयकः भवति. तादृशसविषयकपदार्थाः यत् सन्ति पदार्थाः ये सन्ति तत्र तेषां प्रकाशितानां शब्देन प्रतिपादितं स्वरूपम् इत्युक्ते तत्र चिन्तयतु इति अयं घटः इति ज्ञानम् अस्ति मम मनसि अथवा तत्र भूतलं घटवत् इत्युक्ते तत्र भूतले घटः अस्ति इति ज्ञानम् अस्ति चेत् तत्र तत्तु शब्दैः प्रकटीकरणीयं भवति खलु मया अथवा अहं न तादृशप्रकटनं न करोमि चेत् अन्यस्य ज्ञानं न भवति तत्र अन्येषां ज्ञानम् अपेक्षितं चेत् शब्दैः प्रकटीकरणं भवति खलु तत्र व्यक्तीकर्तुम् आवश्यकं भवति तत्र यदा अहं किञ्चित् किमपि जानामि शब्दैः वदामि चेत् तत्र प्रकटीकरोमि चेत् तथैव अपरस्य ज्ञानं भवति. तदेव आकारः इति तत्र भूतलं घटवत् इति वदामः चेत् तत्र भूतले घटः अस्ति इति ज्ञानं मयि अस्ति. अहं तादृशशब्दैः वदामि चेत् अपरस्य ज्ञानमपि भवति तत्र भूतले घटः अस्ति इति. तदेव अस्ति आकारः. आकारस्य तत्र अस्ति कथम् आकारः कथम् न आकारः इदानीम् उक्तवती खलु भगिनी आकारः इत्युक्ते भूतलं घटवत् इति यद्वाक्यमस्ति तदेव आकारः इति वदामः इत्युक्ते तत्र भूतले घटः अस्ति इति ज्ञानं यद् मम आत्मनि अस्ति तस्य प्रकटीकर्तुं तस्य विषयस्य प्रकटीकर्तुं तदेव आकारः आकारशेप् न तादृश अर्थः अत्र न. आकारः इत्युक्ते यत् शब्दैः वयं वदामः तदेव आकारः इति तत्र अस्ति खलु. आकारस्य आकारः इत्यस्य ज्ञानादिसविषयकपदार्थानां ये विषयाः तेषां प्रकाशितानां शब्देन प्रतिपादितम् इति शब्देन यदा वयं वदामः तदेव भवति आकारः इति. स्पष्टम्? अतः भगिनी प्रकाशः अपि एषः त्रिविधः इत्युक्ते ज्ञानेन एषः कः एषः कुत्र भवति एषः कस्मिन् एषः प्रकाशः तत्र एषः प्रकाशः त्रिविधः इति. तत्र चित्रं पश्यतु, तत्र चित्रे तु त्रिविधप्रकाशः अस्ति खलु, तत्र घटः भूतले अस्ति चेत् त्रिविधज्ञानं भवति खलु अस्माकं. तत्र घटः अस्ति इति प्रथमं ज्ञानं, भूतलम् अस्ति इति द्वितीयं ज्ञानं, घटभूतलयोः संयोगः इति तृतीयं ज्ञानं, तदेव तत्र त्रिविधः इति अस्ति अत्र. अतः विषयता अपि त्रिविधः वा? हा सत्यं, विषयता तदेव अग्रे आयाति. अस्तु, रामप्रिया भगिनी भवती पठति वा? आं भगिनि, पठामि. अत्र घटे एका प्रभा वर्तते, संयोगः घटभूतलयोः सम्बन्धः, तत्र एका प्रभा वर्तते. एवं भूतले एका प्रभा वर्तते, भूतले संयोगेन विद्यमानः घटः भूतलस्य विशेषणं, भूतलं विशेष्यं, तत्र सर्वासां प्रभाणां विषयता इति एकैव यदि संज्ञा स्यात् तर्हि किं विशेषणं किं विशेष्यम् इति ज्ञायेत. अतः तत्र तत्र विद्यमानायाः विषयतायाः संज्ञान्तरं कर्तव्यम्. विशेषेण विद्यमाना प्रभारूपविषयता प्रकारता इति कथ्यते, संयोगे विद्यमाना प्रभा संसर्गता इति, एवं विशेष्ये विद्यमाना प्रभा विशेष्यता इति कथ्यते. अत्र घटे एका प्रभा वर्तते, तत् प्रभा एव विषयता अस्ति किल? सत्यं. संयोगः घटभूतलयोः सम्बन्धः, तत्र एका प्रभा वर्तते. संयोगः घटभूतलयोः एकः सम्बन्धः. तत्र सम्बन्धः संयोगः इति अस्ति, घटभूतलयोः सम्बन्धः संयोगसम्बन्धः. किमर्थं? पृथक् कर्तुं शक्नुमः किल? वियोग द्रव्ययोः सम्बन्धः संयोगः, तत्र एका प्रभा. एवं भूतले एका प्रभा, भूतले संयोगेन विद्यमानः घटः भूतलस्य विशेषणं, भूतलं घटवत् अत्र विशेषणम् अस्ति किल? तदेव भूतलं विशेष्यम् अस्ति. तत्र सर्वासां प्रभाणां विषयता इति एक एव यदि संज्ञा स्यात् तर्हि किं विशेषणं किं विशेषम् इति न ज्ञायते. तत्र सर्वासां विषयताम् एक एव यदि विषयता इति एव वदामः चेत् किं विशेषणं किं विशेष्यम् इति किञ्चित् ज्ञातुं न शक्नुमः. अतः तत्र विषय संज्ञा दीयते, नामकरणं दीयते. विशेषणे विद्यमाना प्रभारूपविषयता प्रकारता इति कथ्यते. विशेषणे विद्यमाना प्रभा रूपविषयता प्रकारता, तत् अस्ति चेत् भूतलं प्रकारता वा? घटवत् इति प्रकारता संयोगः संसर्गता, भूतलं विशेष्यता इति त्रिविधा नामकरणम्. सत्यम् इति न केवलं तत्र नामकरणं कृतं, तत्र विषयता इति त्रिविधविषयता अस्ति, तर्हि यत् विशेषणे यद् विषयता अस्ति तदस्ति प्रकारता, संयोगे यः विषयता अस्ति तद् अस्ति संसर्गता, अपि च विषये यद् या विषयता अस्ति तदस्ति विशेष्यता इति. इत्युक्ते तत्र तत्सर्वं तु विषयता एव, परन्तु तत्र भिन्नभिन्न प्रकारकविषयता अस्ति इति कारणात् भिन्नभिन्न नामधेयं कृतं केवलं तावदेव. तत्र संज्ञा कृतं तत्र भ्रमः मास्तु इति कारणात् तावदेव. कोऽपि प्रश्नः अस्ति वा अत्र? अत्र नास्ति भगिनि, स्पष्टम्. अस्तु तर्हि रामकार्तिक् महोदय, भवान् अग्रे पठति वा? आम्. यथा अस्माकं विशेषसंज्ञाः गणेशादयः, कुलसंज्ञाः सामान्यरूपाः शुक्लादयः भवन्ति इति, गणेशसंज्ञकः शुक्लः, गणेशाख्यः शुक्लः इति व्यवहारः, तथा ज्ञानस्य पदार्थानां च यः सम्बन्धः तस्य सामान्यसंज्ञा विषयता इति, विशेषसंज्ञाः प्रकारता, संसर्गता, विशेष्यता इत्येवं रूपाः भवन्ति, तथा च घटे प्रकारताख्यविषयता वर्तते, संयोगे संसर्गताख्यविषयता वर्तते, भूतले विशेष्यताख्यविषयता वर्तते, एवञ्च घटनिष्ठ प्रकारताख्यविषयतानिरूपकं ज्ञानं, संयोगनिष्ठसंसर्गताख्यविषयतानिरूपकं ज्ञानं, भूतले निष्ठविशेष्यताख्यविषयतानिरूपकं ज्ञानम् इति सर्वत्र न्यायभाषया विवरणं भवेत्. अस्तु, तत्र विषयतायाः तत्र विभजनं कुर्वन्ति अत्र इति मन्ये. तत्र प्रकरता इति एका अस्ति, संसर्गता इति एका अस्ति, विषयता इति एका अस्ति, विशेष्यता इति एका अस्ति. तर्हि तत्र तत्र गणेशाख्यः इत्युक्ते किम् इति? अस्तु, तत्र इत्युक्ते तत्र शुक्लादेह इति किमपि कुलनाम अस्ति चेत्, शुक्लादेह इति वदामः चेत् तत्र गणेशः इति एकः शुक्लकुले अस्ति इति चेत् तत्र गणेशसंज्ञकः शुक्लः इति वक्तुं शक्नुमः खलु. तर्हि तत्र यथा शुक्लः इति कुलसंज्ञा तथा नास्ति भगिनि. अत्र शुक्लः इति किमपि कुलसंज्ञा इति, कुलसंज्ञा इत्युक्ते तत्र फेमिलि नेम् इति वदामः खलु, तथा किमपि अस्ति चेत् तत्र बहवः शुक्लाः भवितुम् अर्हन्ति. तर्हि तत्र गणेशनाम्ना शुक्लः इति वदामः चेत् तर्हि तत्र प्रायः तत्र गणेशशुक्लः, रमेशशुक्लः, अन्यशुक्लः अपि भवितुम् अर्हति. तर्हि तत्र गणेशनाम्ना शुक्लः इति वदामः चेत् तत्र सः शुक्लः एव, परन्तु गणेशः इति तस्य इतोपि किं वदामि, तत्र युनीक् ऐडेण्टिफैयर् इति वदामः खलु, तथा भवति. तर्हि तथैव अस्ति अत्र, तत् सर्वं तत्र इदानीं प्रकारता, संसर्गता, विशेष्यता इति यद् वयं चर्चितवन्तः तत्सर्वं विषयता एव, परन्तु तत्र भिन्नप्रकारकम् इति कारणात् तत्र विशेषणे यदस्ति तद् तस्य प्रकारता इति पृथक्तया नामधेयं कृतं, तथैव तत्र संयोगे यदस्ति तस्य संसर्गता इति पृथक्तया, विशेष्ये यदस्ति तस्य विशेष्यता इति. तर्हि तत्र यदा वयं विशेष्यता इति वदामः चेत् इदानीं विशेष्ये विद्यमाना विषयता इति वयम् अवगन्तुं शक्नुमः. विषयता इति वदामः चेत् तत्र विशेष्ये भवति वा, विशेषणे भवति वा, संयोगे भवति वा इति ज्ञातुं न शक्नुमः खलु. परन्तु इदानीं संसर्गता इति वदामः चेत् तत् संयोगे यद् या विषयता अस्ति सा इति अवगन्तुं शक्नुमः झटिति. तर्हि तत्र प्रकारता, संसर्गता एवञ्च विशेष्यता इति प्रभेदाः विषयतायाः इति अपि वक्तुं शक्नुमः. सत्यम्. अस्तु, तत्र एकवारं वदतु, एकवारं वदतु भगिनि. किम् एकवारं वक्तव्यं भगिनि? विशेषता. अस्तु, भवानेव वदतु. कुल तत्र प्रकारता, संसर्गता, विशेष एवं विशेष्यता इति विषयतायाः प्रभेदाः इति वक्तुं शक्नुमः. प्रभेदाः इत्युक्ते केटगरीस् एव. वयं पूर्वं दृष्टवन्तः तत्र घटनिष्ठ विषयतानिरूपकं ज्ञानम् इति. परन्तु अत्र यदा तत्र घटः अस्ति, संयोगः अस्ति, अपि च भूतलम् अस्ति, तत्र वयं वक्तुं शक्नुमः घटनिष्ठप्रकारताख्यविषयतानिरूपकं ज्ञानम् एवञ्च संयोगनिष्ठसंसर्गताख्यविषयतानिरूपकं ज्ञानम् अपि च भूतलनिष्ठविशेष्यताख्यविषयतानिरूपकं ज्ञानम् इति न्यायभाषया वक्तुं शक्नुमः. विशेषताख्य अर्थं च आख्य इत्युक्ते नाम्ना इति अर्थः. तर्हि तत्र विशेष्यता नाम्ना विषयता इति, तत्र विषयता या अस्ति तस्य त्रिविध संज्ञा दत्तवन्तः खलु वयं, तत्र त्रिविधाः संज्ञाः दत्तवन्तः. तत्र विशेषणे अस्ति चेत् प्रकारता, संयोगे अस्ति चेत् संसर्गता, विशेष्ये अस्ति चेत् विशेष्यता इति. तर्हि घटे यदस्ति तद् घटः तु विशेषणम् अस्ति. तर्हि घटे यः विषयता अस्ति तदस्ति प्रकारता. तर्हि घटनिष्ठप्रकारताख्यविषयतानिरूपकं. संयोगे यदस्ति तत् संसर्गता. तर्हि संयोगनिष्ठसंसर्गताख्यविषयतानिरूपकं. भूतलम् इति विशेष्यम्. तर्हि भूतलनिष्ठविशेष्यताख्यविषयतानिरूपकं ज्ञानम् इति तत्र ज्ञानं, ज्ञानस्य विवरणं न्यायशास्त्रभाषया वयं कृतवन्तः तत्र. अस्तु, इदानीं तत्र प्रश्नः अस्ति वा, तत् स्पष्टं स्यात्? अस्तु, तर्हि अग्रे इतोपि एकः परिच्छेदः प्रायः. अस्तु, पुष्पा भगिनी भवती पठति वा? विषयताः यथा ज्ञानेन निरूप्यन्ते तथा परस्परम् अपि निरूप्यन्ते. प्रकारता निरूपिता विशेष्यता इव विशेष्यतानिरूपिता प्रकारता इत्यपि सम्भवति. एवं संसर्गतायाम् अपि तथा च विषयताः यथा ज्ञानेन आवां निरूप्यन्ते तथा परस्परम् अपि निरूप्यन्ते. तत्तु निरूप्य ज्ञानेन निरूप्यन्ते परस्परं परस्परं तु निरूप्यन्ते. तत्तु संयोग प्रकारताख्यविषयतानिरूपकं ज्ञानं संयोग संयोगनिष्ठसंसर्ग संसर्गताख्यविषयतां निरूपकं ज्ञानं भूतलनिष्ठविशेष्यताख्यविषयतानिरूप्यकं निरूपकं ज्ञानं परस्परम् अपि निरूप्यन्ते. इत्युक्ते तत्र यद्वयं पूर्वं दृष्टवन्तः तत्र ज्ञानं विषयतायाः निरूपणं करोति खलु, तत्र ज्ञानेन विषयतायाः विषय तत्र निरूपणं, परन्तु इदानीं परस्परम् अपि निरूपणं भवितुम् अर्हति. तत्र प्रकारतानिरूपिता विशेष्यता अथवा विशेष्यतानिरूपितप्रकारता इति अपि सम्भवति इति अस्ति अत्र. प्रकारतानिरूपिता विशेष्यता इव विशेष्यतानिरूपिता प्रकारता इत्यपि सम्भवति. तत्तु प्रकारतानिरूपिता विशेष्यता इव विशेष्यतानिरूपिता प्रकारता परस्परम् परस्परं परस्परं निरूपयन्ति. तदेव तत्र संसर्गता अपि संसर्गतायाम् अपि एवं सत्यं. तथा च पूर्वोक्ते भूतलं घटवत् इति ज्ञाने घटनिष्ठप्रकारता निरूपिता भूतलनिष्ठ विशेष्यतानिरूपिकं ज्ञानम् भूतलनिष्ठविशेष्यतानिरूपितघटनिष्ठप्रकारतानिरूपिकं ज्ञानम् अप् इति वा वाक्यम् एव वाक्यं तत्र एकक्षणं भगिनि, तत्र किं कुर्मः चेत् अद्य किञ्चित् समयस्य अभावः अस्ति इदानीं. तर्हि तत्र घटनिष्ठप्रकारतानिरूपितभूतलनिष्ठविशेष्यतानिरूपकम् अथवा भूतलनिष्ठविशेष्यतानिरूपितघटनिष्ठप्रकारतानिरूपकम् इति तत्र किञ्चित् चित्रं रचयित्वा आगामिनि कक्षायां चर्चां कुर्मः, नो चेत् किञ्चित् भ्रमात्मकं भवति तत्. इदानीं बोर्ड् प्रायः नास्ति, परन्तु अस्माकं तु कागदे लेखितुं शक्नुमः खलु, तथा कुर्मः. अस्तु, तर्हि इदानीं समापयामः. धन्यवादः. धन्यवादः. धन्यवादः. शुभरात्रिः. धन्यवादः.